नमस्कारः. अस्माकं पाणिनीयव्याकरणवर्गे प्रवृत्तमानविषयः तु धातुपाठे हल् सन्धिः इति द्वितीयभागः. तत्र पाठः गतसप्ताहे समाप्तः. तत्र परिशिष्टम् अनन्तरम् अभ्यासाः एव अवशिष्टाः सन्ति. अतः प्रथमं परिशिष्टं पठामः, अनन्तरम् अभ्यासान् कुर्मः. इतोपि किञ्चित् अवगमनं भवति. तत्र प्रथममेक एव वदामि, तत्र परिशिष्टमिति भागे यत् दत्तमस्ति तत्तु किञ्चित् हैपोथेटिकल् डिस्कशन् एव. यदा वयं पूर्वतन पाठेषु दृष्टवन्तः किल, यदा एतादृशं भवति चेत् किम्, एतादृशं न भवति चेत् किम् इति तादृशं चिन्तनमेव. यदा वयं पाप्रच् योगः सि इति स्वीकुर्मः तत्र तु सूत्र द्वयस्य अपि प्रसक्तिः अस्ति. शोः शूडनुनासिके च तुक् सहितचकारः अस्ति इति कृत्वा शोः शूडनुनासिके च इत्यनेन तालव्यषकारः जातः. अनन्तरं व्रश्च भ्रश्च इत्यनेन तालव्यषकारस्य स्थाने मूर्धन्यषकारः. अनन्तरं यदा क्रमं षडोः कहसि वा यत्किमपि आदेशप्रत्ययोः यथाक्रमं तत्र तादृशं गच्छति. परन्तु सूत्रद्वयस्यापि प्रसक्तिः, सूत्रद्वये अपि तुक् सहितचकारः आवश्यकः प्रवर्तनार्थम् इति स्मरन्तु. अनन्तरं वयं पाठे अस्मिन् परिशिष्टे किम् अस्ति इति पठामः. श्रीवल्ली भगिनी पठति वा? कश्चन प्रश्नः उदेति. भगिनि परिशिष्टम् आम् आम् परिशिष्टं पठामः, अनन्तरम् अभ्यासान् कुर्मः. आं भगिनि, कश्चन प्रश्नः. छोः षूड् अनुनासिके च इति सूत्रेण तुक् सहितचकारस्य स्थाने षकारादेशः एवम् अस्ति चेत् पाप्रच् योगः सि इति स्थितौ किमर्थं न छोः षूड् अनुनासिके च इत्यनेन तुक् सहितचकारस्य शत्वं दत्तम् आसीत्? प्रश्नः उदेति, चोः षूडन्यासके च इति सूत्रेण तुक् सहितचकारस्य स्थाने चकारादेशः एवम् अस्ति चेत् प्रापच् योगः सि इति स्थितौ किमर्थं न आं भगिनि ओके प्रापच् इति प्रापच् तुक् सहितचकारः अस्ति, योगः अस्ति सकारादिप्रत्यये परे, किमर्थं चोः षूडन्नास्के च न आसि न भवति इति कारणं दत्तमस्ति, दत्तम् आसीत्. यद् अहं वर्गस्य आरम्भे उक्तवती तत्तु एण्ड् रिसल्ट् अस्ति. इदानीं रिवर्स्, प्रथमतः चिन्तनं किमर्थं नास्ति इति चिन्तनं तादृशम् अवगतं वा? चकारान्तधातूनां कृते सामान्यं व्रश्च भ्रश्च सृजं भृज यजराज राज छशां शः इत्यनेन शप्नु. प्रथमं व्रश्च भ्रश्च सृजं भृज यजराजभ्राज चशांसः इति सूत्रेण प्रापच्योगः सि पाप्रश्योगः सि अनन्तरं षडोः कः सि सूत्रेण षकारस्य स्थाने ककारः आदेशः भवति, पाप्रक् इति भवति. पाप्रक् योगः सि आदेशप्रत्ययोः इन्कोः इति सूत्रेण सकारस्य स्थाने मूर्धन्यषकारः आदेशः भवति, पाप्रक्योगहर्षि पाप्रक्षि इति रूपं भवति. सामान्यसूत्रं भवति. आम् अग्रे. किन्तु किन्तु वस्तुतः तु अत्र छोः षूड् अनुनासिके च इत्यस्य प्रसक्तिः अस्ति किल? आम् प्रसक्तिः अस्ति चेत् व्रश्च भ्रश्च सृजं भुज यजराज भ्राज छशांसः इति सूत्रम् असित्वं तर्हि अत्र का गतिः? अत्रापि चोः षूडन्नासके च सूत्रस्य प्रसक्तिः अस्ति, परन्तु व्रश्च इति सूत्रम् असिद्धम्, 8236. तर्हि अत्र का गतिः? अवगतं वा तद्? आं भगिनि, आम्. किमर्थम् असिद्धं? किन्तु अत्र परसूत्रं वा भगिनि? त्रिपादी त्रिपादी त्रिपादी आं भगिनि. यथा जानीमः पाणिनिना न उच्यते कस्मिन् कस्मिन् सूत्रे कस्य कस्य अनुष्टिः, वैयाकरणाः विचिन्त्य अस्मान् सूचयन्ति. कुत्रचित् किन्तु विभिन्नप्रश्नाः भवन्ति, यथा विभिन्नपक्षाः भवन्ति. यथा अत्र काशिकाकारः लिखति यत् चोः षूडनुनासिके च ज्वरत्वर स्त्रिव्यवि मवामुपादायाश्च इत्यनयोः द्वयोः सूत्रयोः अपि मिति इत्यस्य अनुवृत्तिः, नाम अनयोः सूत्रयोः कार्य भवति मिति जलादिके परि. सिद्धान्तकौमुद्यां दीयते चोः षोडनुनासिके च इति सूत्रे मिति इत्यस्य अनुवृत्तिः अस्ति, किन्तु ज्वरत्वर स्त्रिव्यवि मवा उपादायाश्च इति सूत्रे नास्ति. महाभाष्ये उक्तमस्ति यत् ज्वरत्वरस्त्रिव्यविमवाम् उपादायाश्च इति सूत्रे नास्ति अनुवृत्तिः. चोः षूडन्नासिके च इति स्थले भाष्यकारः पक्षद्वयं प्रतिपादयति, एकस्मिन् पक्षे कृते अस्ति अपरस्मिन् पक्षे नास्ति. आं भगिनि, यथा जानीमः पाणिनिना न उच्यते कस्मिन् कस्मिन् सूत्रे कस्य कस्य अनुवृत्तिः, वैयाकरणः विचिन्त्य वैयाकरणाः सूचयन्ति. यथा अत्र काशिकाकारः उच्यते चोः षोडन द्वयोः सूत्रयोः ज्ञिति इति अस्य अनुवृत्तिः अस्ति, परन्तु सिद्धान्तकौमुद्यां दीयते चोः षोडनासिके च सूत्रे ज्ञिति अनुवृत्तिः अस्ति, किन्तु ज्वरत्वर स्त्रिव्यवि अविमवाम् उपादायाश्च इति सूत्रे किति इति अस्य अनुवृत्तिः नास्ति. पण् महाभाष्यकार उच्यते अनुवृत्तिः नास्ति ज्वरत्वर स्त्रिव्यविमवाम् उपादायाश्च इति सूत्रे अनुवृत्तिः नास्ति, चोः षोडनासिके च इति सूत्रेण विकल्पेन भाष्यकारः पक्षद्वयं प्रतिपादयति. एकस्मिन् पक्षे नीति अस्ति, नीति अनुवृत्तिः अस्ति, अपरस्मिन् पक्षे नास्ति इति महाभाष्यकारः उच्यते. साधारणतया यदा वयं स्वीकुर्मः प्रमाणम् इत्युक्ते उत्तरोत्तर मुनीनां प्रमाणः इत्यनेन महाभाष्यस्य प्रमाणमेव वयं स्वीकुर्मः. सिद्धान्तकौमुदी वा काशिका वा वयं न स्वीकुर्मः, ते तु कमेण्ट्री इति एव अस्ति. प्रमाणम् इत्युक्ते महाभाष्यमेव, तदेव वयं स्वीकुर्मः. तत्र पक्षद्वयम् अस्ति, ज्वरत्वर इत्यस्य इत्यत्र तु नीति इति अनुवृत्तिः नास्ति, श्वोः षूडनुनासिके च इत्यत्र पक्षद्वयम्, एकस्मिन् पक्षे नीति इति अनुवृत्तिः, अपरस्मिन् पक्षे नास्ति. भगिनी भवती एव वदतु, पाप्रच्छयोगः सि इत्यत्र यदा वयं श्वोः षूडनुनासिके च इति ङिति इति अनुवृत्तिः स्वीकुर्मः चेत् किं भवति? सार्वधातुकं पित् अस्ति, ङिति इति अनुवृत्तिः अस्ति इति नास्ति. तत्तु सत्यं, परन्तु तादृशं ते स्वीकृतवन्तः श्वेष् श्वोः शूडनुनासिके च इत्यत्र कित् जलादिप्रत्ययः सकारः इति स्वीकृत्य एकं मतम्, अन्यस्मिन् मते यदा भवती वदति सिप् इति पित् प्रत्ययः तत्र ङिति इति अनुवृत्तिः नास्ति इति स्वीकृतवन्तः. अत्र किमपि न भवति, यदा गुणवर्णः अन्ते वा उपधायाम् अस्ति चेदेव तस्य बाधा भवति. तद् पश्यामः, अग्रे एकम् उदाहरणमस्ति तत्र पश्यामः. धन्यवादः भगिनि. एतावता स्पष्टम् अस्ति वा? प्रश्नः अवगतं किल? अत्र यदा तेषां प्रथमतः चिन्तनं व्रश्च, यदा पाप्रस्योगः सि इति अस्ति तत्र व्रश्च व्रश्च इति साक्षात् तस्य प्रसक्तिः किमर्थं, किमर्थं श्वोः शूड् अनुनासिके च इत्यस्य प्रसक्तिः नास्ति इति प्रश्नः. तत्र वयं प्रोस् अण्ड् कान्स् इति वदामः किल. अतः महाभाष्यस्य मतेन तत्र तत्रापि पक्षद्वयम् अस्ति. एकस्मिन् पक्षे ङिति इति अनुवृत्तिः अस्ति, अन्यस्मिन् पक्षे नास्ति श्वोः शूड् अनुनासिकस्य विषये. तत्र प्रथमं ज्वरस्वरविषये विचिन्त्य अनन्तरं श्वोः शूड् अनुनासिके विषये चिन्तयामः. विजया भगिनी पठति वा? आं भगिनि. अस्य सर्वस्य महत्त्वं किं? ज्वर त्वर श्रव्यव विमवामुपदायश्च इति सूत्रे निति इत्यस्य अनुवृत्तिः भवति चेत् मामोति इति रूपं न सेत्स्यति. तिप् इत्यस्य पित्व पित्तुत्वात् अयं नित्वत् न, तदर्थम् ऊडो देशो न ऊट आदेशः न इत्यनेन न वा चोः सूडानुनासिके च मानव योगः ति लोपो व्योर्वलि इति सूत्रेण मामति इति अनिष्टं रूपम्. अतः माताजी वदति यत् अत्र काशिकाकारस्य मतं मतमेव नास्ति अपि तु साक्षात् दोषः. तदर्थं ज्वरत्वरश्रव्यवि उपदायाश्च इति सूत्रे काशिकाकारस्य पक्षं त्यजामः. अस्मिन् सूत्रे निति इत्यस्य अनुवृत्तिः न भवेत्, न अस्य एव. तत्र प्रथमं ज्वरत्वरस्रव विमवाम् उपदायश्च इति सूत्रं निति इति अस्य अनुवृत्तिः अस्ति चेत् तत्र गुणः भूत्वा मामोति इति ओकारः आगच्छति, परन्तु रूपं न सेत्स्यति. तिप् इत्यस्य पित्वत्वात् तत्र तिप् अस्ति, अनन्तरं निद्वत् न, पित्वत्वात् निद्वत् न, गुणकार्यं नास्ति. तदर्थम् ऊट् आदेशः न, परन्तु तत्र चोः सूडानुनासिके च इति सूत्रेण तत्र मौ इति अस्ति. अत्र लोपो व्योर्वलि इति सूत्रेण वकारस्य लोपः भूत्वा मामति इति आगच्छति, परन्तु एतत् रूपम् अनिष्टं भवति. माताजी अत्र वदति एतत् काशिकाकारस्य मतमेव नास्ति, अत्र साक्षात् दोषः एव अस्ति इति सा उक्तवती. तदर्थं ज्वरत्वरश्रव्य विमवाम् उपदायश्च इति सूत्रे एव सूत्रे काशिकाकारस्य पक्षं त्यजामः, त्यक्तवन्तः तत्र. अतः अस्मिन् सूत्रे निति इत्यस्य अनुवृत्तिः न भवेदेव, अनुवृत्तिः नास्ति अत्र. सम्यक्, तावदेव. अतः वयम् अस्माकं वर्गस्य कृते काशिकाकारस्य मतं न स्वीकुर्मः. किमर्थम् इत्युक्ते सः वदति तत् ङिति इति अनुवृत्तिः अस्ति इति. यदा ङिति इति अनुवृत्तिः स्वीकुर्मः चेत् तत्र मामोति इति रूपं वयं साधयितुमेव न शक्नुमः. किमर्थम् इत्युक्ते तत् बाधा उत्पन्ना भवति. केन पित्वत् पित्वात् अयम् इत्वत् न इति तत्र किमपि बहु भ्रमः भवति. अतः अस्माकम् इष्टं रूपमपि वयं साधयितुं न शक्नुमः इति कृत्वा वयं काशिकाकारस्य मतम् अत्र अस्मिन् स्थितौ न स्वीकुर्मः. अस्तु, अग्रिमपरिच्छेदः अपि पठतु भगिनि. तर्हि चोः सूडनुनासिके सूडनुनासिके च इति सूत्रे का गतिः अत्र? वस्तुतः न केवलं सिद्धान्तकौमुद्यम् अपि च बहुषु ग्रन्थेषु दत्तम् अस्ति यत् निति इत्यस्य अनुवृत्तिः अत्र वर्तते. तदा अस्ति चेत् कः परिणामः? तुक् सहितचकारस्य स्थाने चकारादेशः निति जलादिप्रत्यये परे. एवं चेत् पाप्रच्छयोगः सि इति स्थले अस्य सूत्रस्य प्रसक्तिः नास्ति. एतावता अस्माकं पाठेषु एतादृशस्य पक्षस्य आश्रयं स्वीकृत्य प्रतिपादनं भवति स्म. यथोक्तं महाभाष्ये पक्षद्वयस्य समर्थनम् एव. तत्र सिद्धान्तकौमुद्याम् अनन्तरं बहुषु ग्रन्थेषु दत्तम् अस्ति यत् निति इत्यस्य अनुवृत्तिः अत्र वर्तते एव इति. परन्तु अस्ति चेत् अत्र परिणामः किम्? तत्र चोः सूडनुनासिके इति सूत्रेण तुक् सहितचकारस्य स्थाने तालव्यचकारः आगच्छति. निति जलादिप्रत्ययं परे अस्ति चेत् एवं चेत् तत्र पाप्रच् योगः सि इति स्थले अस्य सूत्रस्य प्रसक्तिः नास्ति एव. किमर्थं चेत् अत्र महाभाष्ये एतत् विषये समर्थनं दत्तं. तत्र ज्वरस्त्वरस्रव्यमं विमवाम् उपदायस्य इति सूत्रे अत्र अनुवृत्तिः नास्ति. तत्र भाष्यकारेण उक्तं चोः सुदानिनसिके इति नित्वित् अस्ति चेत् तत्र किमपि कार्यं नास्ति एव, पक्षद्वयं प्रतिपादयति इति. एकपक्षे निति अस्ति, अन्यस्मिन् पक्षे नास्ति इति रूपद्वयम् अस्ति इति सः उक्तवान्, भाष्यकारेण उक्तम्. सम्यक् भगिनि. अतः इदानीं शोः शूडनुनासिके विषये एव चिन्तनं. तत्र का गतिः? एकस्मिन् पक्षे ङिति इति अनुवृत्तिः अस्ति चेत् का गतिः, नास्ति चेत् का गतिः इत्येव चिन्तनं भवति अग्रे. महोदय पठति वा? आम् महोदय. भगिनि, अत्र महाभाष्य ततः खलु? आम् आम्. महाभाष्यस्य प्रमाणेन पक्षद्वयेन अपि कार्यं सिद्ध्यति. एकः अनुवृत्तिपक्षः, एकः निवृत्तिपक्षः. चोः शूडनासिके च इति सूत्रे ङिति इत्यस्य अनुवृत्तिः स्वीक्रियते चेत् ङित् प्रत्यये परे चोः शूडनासिके च इत्यनेन चकारस्य स्थाने षकारादेशः. तदा व्रश्च द्रश्च सृज मृज जय राज ब्राजश्चशांशः इति सूत्रेण सकारस्य षत्वम् अस्तु षत्वं भवति. प्रत्ययः कित् नित् नास्ति चेत् व्रश्च ब्रश्च सृज मृज जय राज ब्राजश्चशांशः इति सूत्रेण चकारस्य षत्वम्. अपि च अस्मिन् पक्षे तुक्सहितचकारः मन्तव्यः भवति द्वयोः अपि सूत्रयोः इति अस्ति. महाभाष्यस्य मतेन, महाभाष्यकारणमतेन तत्र पक्षद्वयमपि भवितुमर्हति. अतः पक्षद्वयेनापि तत्र चोः शुडान्यसिके पक्षद्वयेनापि तत्र इष्टरूपं साधितुं शक्नुमः इति इति दत्तमस्ति. एकं तु अनुवृत्ति स्वीकृत्य भवति अथवा अनुवृत्ति त्यक्त्वा अपि भवति इति दत्तमस्ति अत्र. यदा अनुवृत्ति स्वीकुर्मश्चेत् नीति च इत्यनेन तर्हि चोः शुडान्यसिक इत्यनेन षकारः भवति, चकारस्य स्थाने तुक्सहितचकारः अस्ति प्राप्तचिति अस्ति तत्र, अतः तत्र षकारस्य आदेशः भवति. यदा षकारस्य आदेशः भवति तदा चषांशः इत्यनेन सूत्रेण षकारस्य षत्वम् इति षत्वं भवति. अनन्तरं तत्र सीपरे किम् अद्य अन्यकार्यमस्ति चेत् अस् इति अस्ति अग्रे. परन्तु अपि च अस्मिन् पक्षे तुक्सहितचकार मन्तव्यं भवति द्वयोः अपि सूत्रयोः. तुक्सहितचकारः प्रापचितं तुक्सहित एव खलु? अस्तु एकवारं यथा प्रापच् योग सि इति स्थले अग्रे यथा प्रापच् इति योग सि इति मध्यपुरुषे एकवचन इति स्थले सि प्रत्ययः नित्वत् न, अतः तत्र चषांशः इत्यस्य इति सूत्रेण चकारस्य षत्वं. किन्तु अत्र नूतनविचारः अयं यत् निमित्तपाये नैमित्तिकस्यापि अपायः इति न स्वीक्रियते. अस्तु प्रापच् हा अस्तु भाष्यकारे उच्यते यत् इदं न परिभाषा न वा न्यायः किमपि नास्ति, अस्य उपयोगः न कुत्रापि भवेत्. अनेन कारणेन व्रश्च भ्रश्च सृज मृज जय राज राज चषां शः इति सूत्रे तुक्सहितचकारः न मन्यते चेत् चकारस्य स्थाने षकारः तु भवति, किन्तु तुक् आगमः अपि स्थास्यति. तदर्थम् अस्मिन् सूत्रे तुक्सहितचकारः मन्तव्यः. अतः ये चोः शुडानासिके च इति सूत्रे निति इत्यस्य अनुवृत्तिः स्वीकुर्वन्ति तैः भ्रश्च भ्रश्च ब्रज सृज मृज जयराजब्राजचषांशः इति सूत्रे चकारः मन्तव्यम्, अपि च सः चकारः तुक्सहितचकारः तुक्सहित इति मन्तव्यं, नो चेत् लटि प्रापष्टि प्रापक्षि इति रूपद्वयं न चेष्यति. अस्मिन् पक्षे प्रापच् युगस्तः इति स्थले प्रापृष्टः भवति चोः शुडानसिके च इत्यनेन. अस्तु अत्र प्रापच् किम् अस्ति अत्र प्रापच्योग सि इति अस्ति अत्र इदानीं सि इति अस्ति एतत्तु सि इति नित् नास्ति, अतः व्रश्च व्रश्च इति चषांशः इत्यनेन तत्र षत्वं भवति इति अस्ति. तर्हि किन्तु अत्र नूतनविचारः अयं यत् निमित्तपनैमित्तिकपाय इति न स्वीक्रियते. निमित्तपाय अत्र निमित्तपाय अस्तु तकारः तकारस्य निमित्तं अस्तु यदा चकारः गच्छति तत् चकारः गच्छति तत् तुक् अपि तस्य अपगमनमपि भवेत् खलु, अपसारणमपि भवेत्. किमर्थं तत् इति एव चिन्तितवन्तः किल एतावता. आमां परन्तु भाषके उच्यते यद् इदं न परिभाषा न वा न्यायः किमपि नास्ति, अस्य उपयोगः न कुत्रापि भवति. अनेन कारणेन चषांशः इति सूत्रे तुक्सहितचकारः न मन्यते चेत् चकारस्य स्थाने षकारः भवति. न मन्यते चेत् तुक्सहित नास्ति इति मन्यते चेत् तर्हि तकारः तत्रैव भवति. तदर्थम् अस्मिन् सूत्रे तुक्सहितचकारः मन्तव्यः तुक्सहितचकारः मन्तव्यः इति अस्ति. अतः ये चोः शुडान्तिक इति सूत्रे नीति अनुमति स्वीकुर्वन्ति तैः चषांश इति सूत्रे चकारः मन्तव्यः अपि इति. यदा वयं तत्र स्वीकुर्मः अत्रापि अत्रापि स्वीकरणीयम् इति. अस्तु, तदेव वदति किल, तद् आमां किञ्चित् तत्र तत्र दृष्ट्वा एव अग्रे कथं भवति तत्र. वयं किं कृतवन्तः इत्युक्ते अग्रे चिन्तितवन्तः पूर्वमेव. अतः एतत्तु किञ्चित् बेक्वर्ड् थिङ्किङ्ग् अस्ति. वयं पूर्वमेव तुक्सहितचकारः तुक्सहितचकारः इति एव स्वीकृतवन्तः. अतः क्लारिटि अस्ति एव. इदानीम् एतत् परिशिष्टं तु किञ्चित् कथम् आगच्छति तुक्सहितचकारः इति चिन्ता. समीचीनं किल. अतः इष्टरूपं तु न प्राप्स्यते यदा तुक्सहित न स्वीकुर्मः. तुक्सहित न स्वीकुर्मश्चेत् न भवति. समीचीनं महोदय. उषा भगिनी अग्रिमपरिच्छेदः पठति वा? अरुणा भगिनी अपि अस्ति वा? मम तु इण्टर्नेट् दृश्यते अत्र. आं भगिनि, and this seems to be a very tough discussion for me. No, bhagini, tat vayam purvam yada aham uktavati prathama varam eva vayam tuksahita chakarah eva svikritavantha. Vrashya vrashya shvoho shudanu nasike ityatra. Etat parishishtam kim abhavat ityukte yada prathama varam asmakam varge purvam yada asmakam varge साक्षात् सर्वत्र व्रश्चभ्रश्च एव कृतवन्तः, श्वोः शूरनुनासिके च इति न उक्तवन्तः एव. अत्र प्रश्नः आगच्छति, किमर्थं श्वोः शूरनुनासिके च इत्यस्य प्रसक्तिः नास्ति इति एकः प्रश्नः. अन्य प्रश्नः व्रश्चभ्रश्च इत्यत्र इच् च इति अस्ति किल, तुक् सहितचकारः स्वीकरणीयं वा न वा. अतः महोदयेन एतत् सर्वं योजितम्. परन्तु यदा वयं पठामः इदानीम् अस्मिन् वर्गे, वयं तु प्रथमवारतः एव तुक्सहितचकारः तुक्सहितचकारः इति एव स्वीकृतवन्तः. अतः अस्माकं कृते वी हव् गान् फार्वर्ड्, इदानीं यद् बेक्वर्ड् वि आर् थिङ्किङ्ग् अबौट् इट्. दट्स् आल्. अतः किमपि क्लेशः किमपि नास्ति. यद् पठितवन्तः तत्तु सत्यमेव, तद् अस्ति एव. एतत्तु just to understand. Bhagini, I remember paprach yoga. We didn't do shvoho shudanu nasike, we did only vrashya vrashya vrashya. Paprach yoga si vrashya vrashya, we brought paprash. And then whereas if I first apply shvoho shudanu nasike cha and then make the shatvam, and then again I am doing vrashya vrashya and then bringing in the shakarayan murdhanya shakarayan. Samichinam eva yada bhavati tatra si iti pratyayah asti tat nitvat iti svikaroti chet tatra svoho shudanin asike chet tasya prasaktih. Parantu sip iti pit pratyayah iti svikurmah chet vrashya vrashya iti asya. रूपं तु समानमेव आगच्छति, मतद्वयम्. भगिनि अत्र किमर्थं तत्र कथं भवति तत्र नित्वत् इति कथं स्वीक्रियते तत्र? तत्र अनुवृत्तिः तादृशं स्वीकृतवान्. सिप् इति तत्र आरोपितं कृत्वा आरोपितं कृत्वा वा? तत् कोऽपि अन्य सूत्रं नास्ति खलु तत्र तादृश? न सूत्रं न. श्वोः शूडन् नासिके च इत्यस्य तत्र आरोपणमेव कृत्वा. परन्तु तत्र प्रश्नः, तत्र एकः प्रश्नः आगच्छति, एकस्मिन् स्थले अहं स्वीकरोमि चेत् सर्वत्र किमर्थं न स्वीकरोमि? सिप् इत्यत्र अहम् अत्र श्वोः शूडन् नासिके च इत्यस्य प्रसक्त्यर्थं अहं तद् सिप् नित्वत् इति स्वीकरोमि, अन्यत्र किमर्थं न इति प्रश्नः आगच्छति किल. इदानीं श्रूयते वा? इदानीं श्रूयते. तत्र तद् ओपन् एण्ड् डिस्कशन् भवति भवति किल. अन्यत्र किमर्थं न स्वीकरोमि भगिनि? निमित्तापाये नैमित्तिकस्य अपि अपायः इति न स्वीक्रियते. वाट् आर् बि नौ गिविङ्ग् अप्? ऐ डिण्ट् अण्डर्स्टाण्ड् देट्. पूर्वं यदा वयं स्थादातुः एव किल, तत्र किमपि आसीत् तिष्ठ इति रूपम्. अन्यत् अपि आसीत् द्विस्थले. अन्यत्र अपि वयं नैमित्तिक निमित्तस्य अपाये नैमित्तिकस्य अपि अपायः स्वीकृतवान्. The whole paribhasha we are giving up. Whole paribhasha we are giving up. Atah tuk sahita chakarah iti eva swikarotu. Nimittasya apaye naimittasya iti na avashyakam. Tugagamasya nimittamasi chakara eva. परं तद् गच्छति चेत् चकारापि गच्छति, चकारापि गच्छति तत् तेन सह इति आसीत्. आम् आम्. इदानीं तद् मा स्वीकरोतु, तद् निमित्त अपाये नैमित्तिक अपायः इति मा स्वीकरोतु, केवलं तुक् सहितचकारः इत्येव स्वीकरोतु. टेक् इट् अस् अ यूनिट् इच्छ इति वदन्ति तावदेव. तद् किमपि तेन किमपि भेदः नास्ति, तद् प्रमाणं नास्ति, तद् न्यायः वा प्रमाणं वा किमपि नास्ति. तादृशं न मन्तव्यम् इति अत्र अस्मिन् स्थले यद् पूर्वं वयं पठितवन्तः तद् तादृशमेव. तत्र किमपि विचारः भिन्नविचारः नास्ति. अस्मिन् सन्दर्भे मा स्वीकरोतु इत्येव. तदा निवृत्तिपक्षे छ्वोः षूड् अनुनासिके च इत्यस्मिन् किङ् इति इत्यस्य अनुवृत्तिः नास्ति. ओके. अस्मिन् पक्षे व्रश्च भ्रश्च सृजं मृज यज राज भ्राजश्चशां शः इति सूत्रे चकारस्य आवश्यकता नास्ति. अस्मिन् पक्षे इत्यस्मिन् किङ् इति इत्यस्य अनुवृत्तिः नास्ति. देन् अस्मिन् पक्षे देन् भ्रश्च भ्रश्च इति सूत्रे चकारस्य आवश्यकता नास्ति. प्रच्छ योगः त्रिच् कार्यद्वयं प्राप्तं. तुक् आगमः ओके, चकारस्य शकारः च. तुक् आगमः अन्तरङ्गं निमित्तस्य अल्पत्वात् षत्वस्य अपेक्षया प्रच्योगः त्रिच् ओके कार्यद्वयं प्राप्तं. तुक् आगमः ओके देन् चकारस्य शकारः च. ओके, तुक् आगमः अन्तरङ्गं निमित्तस्य अल्पत्वात् षत्वस्य अपेक्षया. ओके, अत्र तुक् आगमः प्रथमं भवति. एतदर्थं च्वोः षूड् अनुनासिके इति सूत्रे तुक् सहितचकारः वक्तव्यः. अत्र च एका परिभाषा वर्तते सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः. सन्नियोगशिष्टानाम् अन्यतरापाय उभयोः अपि अपायः. अनेन सन्निपातलक्षणं भवति. चकारः चकारः च मिलित्वा आगच्छतः, मिलित्वा गच्छतः च. भगिनी ऐ एम् लास्ट्. प्रयत्नं करोतु भगिनी, एकमेकं वाक्यं पठित्वा. ओके, तदा निवृत्तिपक्षे च्वोः षूड् अनुनासिके च इत्यस्मिन् किङ् इति इत्यस्य अनुवृत्तिः नास्ति. ओके, लेट् मी थिङ्क् दट् देर् इस् नो किङ् इति अनुवृत्तिः फर् द सूत्र. ओके, अस्मिन् पक्षे व्रश्च भ्रश्च सृज मृज यज राज भ्राजश्चशां शः इति सूत्रे चकारस्य आवश्यकता नास्ति. इन् दट् थिङ्ग् देन् चकारस्य आवश्यकता नास्ति फदप्रच् यदा न जनरली यदा निवृत्तिपक्षे स्वीकुर्मः चेत् श्वोहोषूडनुनासिके च इत्यत्र यदा ङिति इति एकस्मिन् पक्षे वयं दृष्टवन्तः अनुवृत्तिपक्षः महोदयेन पठितम् इदानीं निवृत्तिपक्षः ङिति इत्यस्य अनुवृत्तिः नास्ति अतः श्वोहोषूडनुनासिके च इत्यत्र यदा ङिति इति अनुवृत्तिः नास्ति तत्र व्रश्च ब्रश्च इत्यत्र चकारस्य आवश्यकता एव न भवति किमर्थम् इत्युक्ते प्रच्योगः त्रिच् तत्र किं भवति तुकागमः देन् चकारस्य शकारः कस्य कार्यं प्रथमं तुकागमः 6-1 चकारस्य शकारः 8-2 तुकागमः प्रथमम् अन्तरङ्गत्वागम सूत्रसङ्ख्या नास्ति अन्तरङ्गत्वात् तुक् आगमः प्रथमम् अनन्तरं षत्वं न षत्वं केन सूत्रेण षत्वं ओ श्वोहोषूडनुनासिके ओके ताळव्यशकारः किल ओके ओके ओके ओ या या या ताळव्यशकारः श्वोहोषूडनुनासिके ब्रश्च ब्रश्च शः मूर्धन्यशकार अतः ओके फस्ट् तु कागमः देन् श्वोः शूडनुनासिके बुद्बृन्द शकारः अत्र च एका परिभाषा वर्तते सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः सो प्रवृत्ति आर् निवृत्ति सन्नियोगशिष्टानां सन्नियोगशिष्टानाम् अन्यतर अपाय उभयोः अपि अपायः अस्य एव तत्र विग्रहवाक्यं भगिनि सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः निवृत्तिः ओके नियोग सन्नियोग नियोग इत्युक्ते जायिनिङ्ग् किल सन्नियोगशिष्टानां यदा मिलित्वा आगच्छति मिलित्वा गच्छति तदेव अर्थः तस्य सन्नियोगशिष्टानां सह वा प्रवृत्तिः सह वा निवृत्तिः ओके मिलित्वा आगच्छति मिलित्वा गच्छति चकारः ओके चकारः च मिलित्वा आगच्छतः मिलित्वा गच्छतः च अग्रिमपरिच्छेदे किम् अस्ति इति पश्यतु भगिनि अस्मिन् निवृत्तिपक्षे पाप्रच् योगः सि च्वोः शूडनुनासिके इति सूत्रेण पाप्रश् योगः सि प्रश्च ब्रश्च सृज मृज यज राज ब्राज च शांशः इति प्राप्रश् योगः सि पाप्रक्षि ओके ओके दिस् ऐ अण्डर्स्टुड् समीचीनम् ओके आं भगिनि पाप्रच् योगः सि देन् च्वोः शूडनुनासिके देन् तुक्सहितचकारः सो दे दिस् इट् पाप्रश् ओके पाप्रश् योगः सि देन् ब्रश्च ब्रश्च मेक्स् इट् मूर्धन्यशकार पाप् अण्ड् देन् शकारः बिकम्स् ककार पाप्रक्षि इति भवति तत्र ङिति इति अनुवृत्तिः न स्वीकृतवन्तः किमपि वयं न आरोपितवन्तः सि प्रत्ययः सि प्रत्सिप् एव अस्ति निवृत्तिपक्षे अतः किमपि भ्रमः नास्ति पाप्रच् योगः अस्ति श्वोहोषूडनुनासिके च इत्यस्य सूत्रस्य प्रसक्तिः शालव्यशकारः ताळव्यशकारः अनन्तरं ब्रश्च ब्रश्च मूर्धन्यशकारः तावदेव स्ट्रैट् इति भवति तत्र वयं ङिति इति किमपि सि प्रत्ययस्य प्रभावः किमपि नास्ति तत्र वयं किमपि न आरोपितवन्तः सि सि एव समीचीनं किल भगिनि आं भगिनि अस्तु अरुणा भगिनी अस्ति वा आं भगिनि शी इस् ट्रावेलिङ्ग् शी ऐ थॉट शी इस् ट्रावेलिङ्ग् आं भगिनि अस्ति वा विलम्बेन आगच्छामि न पठामि पठितुं न शक्नोमि भगिनि नास्ति चिन्ता भगिनि अस्ति चेत् एव पर्याप्तम् समीचीनं. श्रीवल्ली नास्ति चिन्ता भगिनि. श्रीवल्ली भगिनी पठति वा अत्र? आम् भगिनि, एकनिमिषम्. अत्र चकारान्तधातूनां प्रसङ्गे इतोपि किञ्चित्. चकारात् प्राक् के वर्णाः सम्भवन्ति? चकारात् प्राक् ह्रस्व अच्वर्णः अस्ति चेत् तुगागमो भवति. यथा इष् धातुः इषुगमयमांसः इत्यनेन इष् धातोः चकारादेशः परे. इष् योगः श इषुगमयमांसः अलोन्तस्य इच् योगः अ छेच आद्यन्तौ लिखितौ इत्याभ्यां चकारे परे ह्रस्व स्वरस्य इकारस्य अनन्तरं तुक् आगमः भवति. इत् योगः अकारः स्तोभोश्चुनाश्चुः इति सूत्रेण इच् योगः अ इच्छा इति अङ्गम्. सम्यक्. चकारान्तधातूनां प्रसङ्गे इतोपि किञ्चित् अस्ति. चकारात् प्राक् के वर्णाः सम्भवन्ति इति. चकारात् प्राक् ह्रस्व अच् वर्णः अस्ति चेत् तुक् आगमः भवति. यथा इषु इषुगमि अमांसः इत्यनेन इष् धातोः चकारादेशः शिति परे. आम् भगिनि, इष् धातोः षित् प्रत्ययः परे शकारः इषुगमि अमांसः इति सूत्रेण अलोन्तस्य अन्तिम अल् स्थाने चकारः आगच्छति. श योग इच् योगः आ भवति. इच् योगः अ छे च इति सूत्रेण तुकागमः भवति. तुकागमः कित् अस्ति आद्यन्तौ टकितौ इति सूत्रेण चकारे परे ह्रस्ववर्णस्य तुकागमः भवति. इकारस्य अनन्तरं भवति तुकागमः आद्यन्तौ टकितौ. ई योगः तकारः योगः चकारः इति. स्तोभोश्चुनाश्चुः इति सूत्रेण तकारस्य स्थाने चकारः भवति. इच् योगः अङ्गम् इति इच्छा. समीचीनं किल? अतः इति प्रथमचिन्तनं. यदा वयं चकारात् प्राक् ह्रस्व अच्वर्णः अस्ति चेत् तुकागमः इति प्रथमचिन्तनं. द्वितीयचिन्तनं पठतु भगिनि. चकारात् प्राक् यदि ह्रस्ववर्णः नास्ति कश्चन हल् वर्णः एव भवति. नाम चकारः तुक् सहितः नास्ति चेत् संयोगः भवति एव. आचि वाचि लाचि एते इति धातवः. अतः नुमागमः. नुमागमात् संयोगग्रस्तचकारः अच्चि इति धातौ सुगागमः. एवं च अन्ते संयोगः अस्ति तस्यां च दशायां संयोगान्तस्य लोपः इत्यनेन पदान्ते चकारलोपः भवति. वाच् धातुः क्विक् प्रत्ययः. वाच् इति प्रातिपदिकं. वाञ्च् वाच् इति प्रातिपदिकं. प्रथमपुरुष एकवचने वाञ्च् योगः सु अन्याभ्यो दीर्घा सुतिसि अपृक्तं हल् इत्यनेन हलन्तात् सूतिसि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः. संयोगान्तस्य लोपः इत्यनेन पदान्ते चकारः लोपः वान् इति भवति. एवमेव लङ्लकारे अवाञ्च् योगः हन्याभ्यो दीर्घा सुतिसि अपृक्तं हल् अवाञ्च् संयोगान्तस्य लोभः इति सूत्रेण अवावान् इति भवति. आं भगिनि, ह्रस्ववर्णः नास्ति चेत् चकारात् प्राक् यदि ह्रस्ववर्णे नास्ति कश्चन हल् वर्णः एव भवति. नाम चकारः तुक् सहितः नास्ति चेत् संयोगः भवति एव. आं भगिनि, संयोगः एव भवति. स्वर नास्ति चेत् संयोगः एव भवति एव. उदाहरणम् आचि वाचि लाचि एते इति धातः भवति. इदितो नुम् धातुः इति सूत्रेण नुम् आगमः भवति. मिदचोन्त्यात् परः कारः अन्तिम स्वरस्य अनन्तरं नकारः आगच्छति इत्यनेन अच्छि इति धातु तुक् आगमः भवति. अन्ते संयोगः अस्ति, चकारचकारयोः संयोगः अस्ति. तस्यां दशायां संयोगान्तस्य लोपः, संयोगे अन्तिमवर्णस्य लोपः भवति इति पदान्ते चकारलोपः भवति. सो ओके, उञ्चि इति भिन्न उदाहरणं भगिनि, तद् अवगतं किल? भिन्न उदाहरणम् आं भगिनि इति वाञ्च् धातुः अन्य उदाहरणम् अन्य उदाहरणं वाञ्च् धातुः क्विट् प्रत्यये परे इति अस्ति. वाञ्च् इति प्रातिपदिकमस्ति, प्रथमपुरुष एकवचने वाञ्च् योगः सु नामिनल् डिक्लेरेशन्. हन्याभ्यां दीर्घात् सुतिस्ति अतृप्तत् हल् लोपः इत्यनेन सूतिसि इत्येषाम् अपृक्तसंज्ञकस्य लोपः इति वाञ्च्. वाञ्च् तदनन्तरं संयोगानस्य लोपः, पदान्ते चकारः लोपः भवति. वाङ् ञकारः स्तोश्चुन इति कारणेन नकारः चकारः ञकारः भवति. चकारस्य लोपः अत्रापि अतः मूले नकारः आसीत् एतमेव लङ्लकारे सिमिलर् नकारस्य किमपि तत्र निमित्तपाय नैमित्तिकस्य न स्वीकुर्मः चेत् कथं भवति अत्र इदानीं नकार इति अत्र न स्वीकुर्मः नास्ति तत् पूर्वम् उक्तवन्तः खलु तत् तद् नास्ति एव इति महाभाष्यकः तत् पाप्रचिति विषयस्य अस्तु अस्माकं सौकर्यमेव महोदय. तत्र मूले नकारः आसीत् किल, तद् तु आगन्तव्यं अथवा वा एव इति भवति. स्वीकरणीयम् अस्माकम् अवगमनार्थं तु स्वीकरणीयमेव खलु. आमाम् अवश्यं. क्विप् इत्यस्य सर्वापहारलोपः भवति. इदानीं चकारः अपि अपगच्छति, यदा ण्यकारः अपि अपगच्छति चेत् वा एव अवशिष्यते. अतः अत्र सौलभ्यार्थं वयं तद् अन्यत् किमपि कृतवन्तः किल, अकृतव्यूहाः पाणिनीयः अकृतव्यूहः पाणिनीयः इति अपि कृतवन्तः किल. अतः मूले नकारः आसीत् तत् पुनः आगच्छति, यदा ण्यकारः चकारः यदा अपगच्छति तत्र ण्यकारः अपि अपगच्छति. अतः यद् मूले नकारः आसीत् तत्तु अवशिष्यते एव. अग्रे भगिनि आं भगिनि पुनः पृच्छतु. क्विप् क्युप् प्रत्ययम् अत्र किमपि कार्यं नास्ति, सर्वम् सर्वापहारलोपः इति वदामः तद् पूर्णतया गच्छति. क्विप् प्रत्यय सर्वदा सर्वापहारलोपः, तद् पूर्णतया गच्छति प्रातिपदिकं सिद्ध्यति. प्रत्ययस्य सर्वदा कार्यम् अस्ति एव लोपकार्यम्. एवमेव लङ्लकारे अवावाञ्च् योगः अस्ति. हन्याभ्यो दीर्घासुतिषे अपृक्तं हल् इति सूत्रेण अवावाञ्च् इति भवति. संयोगान्तस्य लोपः इति चकारस्य लोपः भवति, अवावान् इति रूपं भवति. समीचीनं भगिनि. अतः चिन्तनद्वयं, यदा अच्वर्णः अस्ति चेत् तुक्सहितचकारः, तत्र तुकागमः भवति. यदा हल् वर्णः अस्ति चेत् हल् वर्णः कथम् आगच्छति? प्रथमं तु आचि इति वा वाचि इति वा इदित् धातुः अस्ति. नुमागमः भूत्वा हल् वर्णः आगच्छति, तत्र संयोगः भवति. तत्र यदा वयं अत्र अस्मिन् उदाहरणे तु हल्न्याभ्यो दीर्घात् इति पदसंज्ञा जाता, अनन्तरं संयोगान्तस्य लोपः इत्यनेन तद् चकारस्य लोपः इति कार्यं भवति इति दृष्टान्तः एव. अस्तु, महोदय पठति वा? अनेन अनेन दृश्यते यत् चकारात् पूर्वं ह्रस्वसकारः ह्रस्वस्वरः नास्ति चेत् पदान्ते संयोगः भवति, तत्र च सदा संयोगान्तस्य लोपः इति द्वितीय पदस्य त्रयोविंशतितमं सूत्रमस्ति. इत्यनेन चकारः लोपः, अनेन कारणेन व्रश्च ब्रश्च सृजरज सृज मृज जयराज ब्राजच्छशांशः इति सूत्रं तत्र न प्राप्नोति एव, अस्य कार्यावसरः नास्ति इति. अस्तु, लङि अवावान् सुबन्ते वान् वाञ्छौ वाञ्छः, पदसंज्ञायां संयोगान्त संयोगान्तलोपः, अपदान्ते अजादिप्रत्यये परे केवलं संयोजनं वाञ्छौ वान् वाञ्छः इति इति अस्ति. अत्र चकारस्वरः नास्ति चेत् तर्हि पदान्ते संयोगः भवति, अनेन तत्र संयोगान्तस्य लोपः इत्यस्य प्रसक्तिः भवति, अतः चषांशः इत्यस्य कार्यं न भवति इति इति अस्ति, न भवति, न प्राप्नोति इति. अग्रे पठामि वा? आम्, तत्र लङि कथं रूपम् आगच्छति महोदय? वाञ्छौ वाञ्छः इति न न क्षम्यतां सुबन्ते सुबन्ते वाञ्छौ इति वाञ्च वाञ्च् खलु, अत्र वाञ्च् औ इति अस्ति, अतः वाञ्च् वाञ्छौ इति अत्र वर्णमेलनमेव वाञ्छौ इति. तावदेव, तत्र अजादिप्रत्ययः, अतः अस्य प्रसक्तिः नास्ति. अन्यत् श्वोः शूड् अनुनासिके च वा अन्यत् किमपि अस्य प्रसक्तिः किमपि नास्ति. समीचीनं महोदय, अग्रे अग्रे वाञ्च् योग ति अत्र, यतोहि ब्रश्च ब्रश्च सृज मृज जयराज राजचशांशः इति तुक्सहितचकार चकारः आवश्यकः, अस्य सूत्रस्य प्रसक्तिः नास्ति. आम्, अतः अत्र तुक्सहितचकारः नास्ति, अत्र ञकारः अस्ति, नकारः अस्ति, अतः वाञ्च् योगति. इदानीं चोः कुः इत्यनेन झलि परे अत्र कार्यं करोति, कुत्वं भवति चकारस्य खकारः भवति वा वङ्क् अनन्तरं खकारः भवति चेत् तत्र नकारः किमस्ति अत्र अनुस्वारस्य एय् परसवर्ण परसवर्णपदान्तस्य जलि नष्टपद आम् अतः अनन्तरं खरिच इत्यनेन पुनः ह्रस्व ककारः वाङ्क्ति इदानीं वाङ्क्ति एव अस्तु वाङ्क्ति ककारसकारस्य किमपि कार्यं नास्ति. एवं वाञ्च् योग सि अत्र वाञ्च् योग सि इति अस्ति, अत्रापि चकार अस्ति चोः कुः इत्यनेन भवति वाङ् अनन्तरं खरिच अपि खरिच इत्यनेन वाङ्क्सि वाङ्क्षि इति भवति तत्र षड् आदेशप्रत्ययोः इत्यनेन वाङ्क्षि इति वाञ्च् ताम् अत्र अवाञ्च् ताम् इति अस्ति अवाञ्च् ताम् अत्रापि चोः कुः इत्यनेन वाङ्क् वाङ्क् इति भवति वाङ्क् पुनः वाङ्क् ताम् वाङ्क् ताम् सकारतकारस्य अपि नास्ति वर्णमेलनमेव वाङ्क् ताम् खलु तत्र किमपि अन्यसन्धिः नास्ति आम् किमपि नास्ति सम्यक् एव महोदय, तावदेव. तत्र ण्यकारः प्रायः तत्र अनुस्वारस्य इङ् इति भवति, अनुस्वारस्य ङकारः भवति, तावदेव कार्यम् अत्र. समीचीनं महोदय. अतः तत्र यदा तुक्सहितचकारः अस्ति चेदेव अस्य प्रसक्तिः व्रश्च ब्रश्च इत्यस्य, अन्यत्र न चोः कुः करी च इत्यस्य एव प्रसक्तिः इति वदन्ति. विजया भगिनी परिच्छेदद्वयं पठति वा? भगिनि, व्रच्छ व्रच्छ ब्रच्छ सृज मृज यज राज ब्रा चषां शः इति सूत्रे तुक् सहित चकारः यदि मन्यामः, रहित रहित चकारः, रहित तुक् रहित अस्तु, तुक् रहित चकारः यदि मन्यामहे तर्हि पाप्रच् योगः सि इति स्थले चकारस्य अस्थाने शकारः तु भवति, किन्तु तुक् आगमः स्थास्यस्ति. अस्य निवारणार्थं तुक् सहितचकारः अपेक्षितः सर्वत्र. तदर्थं च वावाञ्च् योगः ति इति स्थले तुक् सहितचकारः चकारस्य अभावे अस्य सूत्रस्य प्रसक्तिः नास्ति. तत्र एतत् व्रच्छ व्रच्छ इति दीर्घसूत्रेण तुक् रहितचकारः यदि मन्यामहे चिन्तयामहे चेत् तत्र पाप्रच् योगः सि इति स्थले चकारस्य अस्थाने चकारः नास्ति चेत् तत्र शकारः भवितुं तत्र अर्हति न एव, किन्तु तुक् आगमः स्थास्यति. तत्र प्रायः स्थाने इति लेखनीयं भगिनि, चकारस्य स्थाने शकारः तु भवति एव, किन्तु तुक् आगमः स्थास्यति. तत् चकार तत् अल्पप्राणचकारः तु तत्र भवति एव इत्येव लेखनीयं किल. किमर्थम् अस्थाने इति लिखन्ति? स्थाने नास्ति इति भवति किल, चकारस्य स्थाने शकारः तु भवति किन्तु तुक् आगमः स्थास्यति इत्येव भवति किल. अस्य निवारणार्थं तुक् सहितचकारः अपेक्षितः एव अत्र. तदर्थमेव तत्र वाञ्च् योगः ति इति स्थले तुक् सहितचकारस्य अभावे अस्य सूत्रस्य प्रसक्तिः नास्ति. आम्, अत्र प्रसक्तिः नास्ति एव. चकारस्य स्थाने एतत् सूत्रं वदति चकारस्य मूर्धने चकारस्य स्थाने मूर्धने शकारः आगच्छति, परन्तु तत्र वाञ्च् योगः ति इति स्थले तुक् सहितचकारस्य अभावे अस्य सूत्रस्य प्रसक्तिः नास्ति एव. समीचीनं. अतः यत्र यत्र तुक् सहितचकारः अस्ति तत्र सर्वत्र व्रश्य व्रश्य इत्यस्य प्रसक्तिः, तद् नास्ति चेत् वयं चोहोकुः इति तद् मार्गं भिन्नमार्गं स्वीकुर्मः. अन्ते किम् अस्ति भगिनि? आहत्य आहत्य चोः सूडननासिके इति सूत्रेण इति सूत्रे निति इत्यस्य अनुवृत्तिः भवति चेत् व्रच्छ व्रच्छ इति सूत्रे चकारः भवति, स च तुक् सहितः. चोः सूडनुनासिके इति सूत्रे अपि चकारः अपि तुक् सहितः एव. चोः सूडानुनासिके इति सूत्रे निति इत्यस्य अनुवृत्तिः नास्ति चेत् व्रच्छ व्रच्छ इति बृहत् सूत्रम् इति चकारस्य आवश्यकः न भवति एव. नो चेत् यथा पाप्रच् योगः तः इति स्थले तुक् आगमः स्यास्यति, इष्टरूपं न सृज्यते खलु भगिनि? तत्र समीचीनमेव, तदेव यदा वयं एतावता किं पठितवन्तः तत्र तदेव चिन्तनं. यदा निति च इति अनुवृत्तिः अस्ति चेत् तत्र तुक् सहितः चकारः भवति व्रश्च ब्रश्च इति सूत्रे. चोः षूडनुनासिके च इत्यत्र निति इति अनुवृत्तिः अस्ति चेत् ब्रश्च ब्रश्च इति सूत्रे तुक्सहितचकारः भवति एव. यदा वयं तादृशमेव स्वीकरणीयं चोहोषूडन्वासिके इति सूत्रे वयं तुक्सहितचकारः इति स्वीकरणीयं. यदा अनुवृत्तिः नास्ति चेत् तत्र ब्रश्च ब्रश्च इति सूत्रे चकारः न भवति एव, वयम् इष्टरूपं न साधयितुं शक्नुमः इत्येव चिन्तनम्. धन्यवादः. धन्यवादः. इदानीम् अभ्यासः कुर्मः. तत्तु चिन्तनमेव. अस्तु, उषा भगिनी करोति वा प्रथमम्? आं भगिनि. वस्योगः ते लट् लकार मध्यमपुरुषे एकवचनम्. वस् योगः से ओके मध्यमपुरुषः एकवचनं लट् रूपं. वस् योगः से, से इति सार्वधातुकप्रत्ययः. वस् सः स्यात् आर्धधातुके, सः स्यात् आर्धधातुके. वस् योगः से जस् जस् वर्णमेलनं भगिनि. वस् से सम्यक् तदेव अग्रिमम् एतदेव पृष्टं भगिनि ईमेल् द्वारा. किं पृष्टवती भगिनि? ओ लघु किमपि लिखितवती. किं लघु इति? अहं तु अत्र किमपि कार्यं नास्ति, लघु कार्यमेव. तादृशं लघु कार्यम् इति वा? लघु इत्युक्ते किम् इति चेत् लघु इत्युक्ते ह्रस्वस्य लघुत्वम् इति व्याकरणरीत्या चिन्तनम्. यदा वास् इति अस्ति लघु भवति चेत् बस् इति भवति. तदेव अहं कुत्र दीर्घत्वम् अस्ति कुत्र दीर्घत्वम् इति चिन्तितवती. आसे अपि तादृशमेव खलु भगिनि? आस् योगः सि तत्र आत्मनेपदि एव. आस् योगः से एव तत्रापि तादृशमेव. 17 मध्ये अस्ति. धन्यवादः. द्वितीयमपि करोतु भगिनि. द्विष्योगः सि अगेन् जस्ट् सार्वधातुक. द्विष्योगः सि शकारः, शकारः षडोकसि, षडोकः पूर्वं तस्मात् पूर्वं द्विष्योगः सक ओ स्तोभोश्चु नास्ति द्वेष्योगः सि, द्वेष्योगः सि अण्ड् देन् द्वेष्योगः सि देन् ष्टुनाष्टुः आर् षडोकः इदानीमेव षडोकः सि या द्वेष् यो द शकारा बिकम्स् ककार. द्वेक् योगः सि द्वेक्षि तिन् आदेशप्रत्ययोः इन्कोः आदेशप्रत्ययोः. सम्यक् भगिनि, धन्यवादः. सपोस् सेण्ड् इट् टु यू भगिनि. ऐ डिन्ट् नो ऐ भगिनि भगिनि वर्गे एव सा तु प्रश्नः अस्ति इति पृष्टवती तावदेव सन्देहः मम तु अस्तु. थन् योगः अस्ति अत्र नष्टापदान्तस्य जलि अनुस्वारः आदेशः भवति. हं योग हंसि इति रूपं भवति. समीचीनम्. अग्रिमं निशि. निशि इति प्रथमं धात्वादेः नूनः इति नकारस्य स्थाने नकारः आगच्छति. निसि इति इदितो नुम् दा इदि धातुः. ह्रस्व इकारः इत् अस्ति इति कारणेन नुम् आगमः भवति. इदितो नुम् धातोः नुम् इति मिदचोन्त्यात् परः अन्तिम स्वरस्य अनन्तरम् आगच्छति. सो निन् निन्स् इति भवति धातुः. निन्स् योगः सि अत्र नश्चापदान्तस्य जलि. सो निम्स् भवति. निम्स् योगः से सार्वधातुक सार्वधातुकप्रत्यय से सार्वधातुकम् अपेत् इति कारणेन वर्णमेलनमेव भवति. निम्से इति रूपं. सम्यक् भगिनि, धन्यवादः. महोदय विद्युयोगः सि एकवारं भगिनि तत्र विद्योग सि इदानीं तत्र अङ्गकार्यमस्ति वेद्योग सि दकार अस्ति वेद्योग सि अत्र वेद्योग सि अत्र करिचैत्यसूत्रस्य वेत्सि रूपं तु प्रसिद्धरूपमेव किल वेत्सि आमां अग्रिम संविद् योगस्य विद्योगस्य विद्योगस्य अस्तु अत्रापि करिचैत्यसूत्रस्य प्रयो अस्ति अङ्गकार्यं नास्ति अपि तस्य खलु वे संवे संवित्से इति रूपं संवित्से इत्येव रूपं सम्यक् महोदय धन्यवादः विद्या भगिनी प्रथमं वेत्सि जानाति एव अनन्तरं सम्यक् जानाति एव खलु भगिनि आं भगिनि सम्यक् आम् अस्तु अनन्तरं वच् योगः सि तत्र वच् योगः सि चोः कुः इति सूत्रेण चकारस्य स्थाने ककारः आगच्छति वक्ष् वक् योगः सि इति अस्ति अनन्तरम् आदेशप्रत्ययोः इति सूत्रेण शकारः आदेशे भवति वक्षि इति भवति मध्यमपुरुषे एकवचनं अनन्तरं लिख् योगः सि लिख् योगः सि पुगन्तलघुपदस्य इति सूत्रेण लेख इति भवति लेख् योगः सि अनन्तरं होडः इति सूत्रेण लेड् भवति लेड् योगः सि षडोगोकः इति सूत्रेण डकारस्य स्थाने ककारः भवति लेक् योगः सि इति भवति आदेशप्रत्ययोः इति सूत्रेण लेक्षि इति भवति अन्तिमरूपं सम्यक् उत्तमं लेक्षि इति रूपं लिख् दातु सम्यक् भगिनि उषा भगिनि मृज् ऐ लास्ट् द फैल् ओके मृज् योगः सि मृज् योगः सि Si, sip, so there should be guna, but then I thought it is vrashcha, vrashcha. Tasmat purvam ekam karyam asti, smarativa mridhidatuhu sarvara vishishta datuhu. Vriddhi. Mrijer vriddhi. Mrijer vriddhi. Mrijer vriddhi. Okay. So marj yoga si. मार्ज् योगः सि देन् व्रश्च ब्रश्च सृज मृज यज राज जकारस्य स्थाने शकार मूर्धन्यशकारः भवति सो मार्ष् योगः सि मार्ष् योगः सि देन् षडोकसि देन् मार्क्षि भवति आदेशप्रत्ययोः मार्क्षि भवति भगिनि एकः सन्देहः अस्ति मार्च् योगः अस्ति अत्र संयोगान्तस्य लोपः इति निषेधः अस्ति मार्च् योगः अस्ति ओ रात्सस्य दट् इस् ओन्लि द सकार दट् इस् ओन्लि द सकार इस् कस्य कस्य लोप निषेधः संयोगान्तस्य लोपः इति सूत्रस्य प्रसक्तिः अस्ति मार्च् योगः अस्ति खलु तत्र अस्ति तत्र यत्र लङ्लकारे तत्र अत्र नास्ति इदानीं नास्ति परन्तु तस्य सूत्रस्य प्रसक्तिः अस्ति किल संयोगान्तस्य लोपः इति परन्तु रात्सस्य इति सूत्रेण अपदान्तस्य नास्ति खलु संयोगान्तस्य लोपः इत्यस्य निमित्तमेव पदान्तकार्यं किल पदान्ते नास्ति किल अतः तस्य प्रसक्तिः एव नास्ति अवसरः एव नास्ति तत्र संयोगः अस्ति अवश्यमस्ति परन्तु संयोगान्तस्य लोपः इत्यस्य कार्यम् अत्र न पदान्ते अस्ति चेदेव तस्य कार्यम् आम् मम चिन्तने मार्च् योगः अस्ति पदा स्टेटस् विल् कम् बट् नाट् पदान्ते पद स्टेटस् विल् नाट् कम् किल भगिनि धातुः एव अस्ति किल मार्च् यदा वयं प्रत्यय योजयामः चेदेव भवति तत्र पूर्वस्मिन् पाठे तत्र हल्न्याभ्यो दीर्घात् श्रुतिस्य प्रत्यं हल् इत्यनेन वयं सु वा तत् प्रत्ययस्य लोपं कृत्वा पदसंज्ञा प्राप्ता अत्र तु सि इति प्रत्ययः अस्ति किल तद् योजनीयं यदा मार्क्षि इति भवति तत्र एव पदसंज्ञा सुप्तिङन्तं पदं किल सुप्तिङन्तं पदं सम्यक् एव चिन्तनं सम्यक् अस्तु अग्रिमं भगिनि संस्थ संस्थ योगः सि जस्ट् करिच भगिनि करिच तकार तकार स्टेस् सकार तकार सो संस्थि doesn't sound right तावदेव किल तत्र अनुस्वरस्य न भवति किल तत्र सकारः ययि नास्ति अनुस्वरस्य ययि इस् नाट् देर् ययि परसवर्णः संस्थि अन्यत् किमपि नास्ति तत्र सकारटकारयोः किमपि भवति वा न तावदेव भगिनि ओके संस्थि ओके अस्तु श्रीवल्ली भगिनि पिच् आम् पृच् योगः से इति पृच् योगः से से इति सार्वधातुकं अपि नित्वत् इति गुणकार्यं न भवति चोः कुः इति सूत्रेण चकारस्य स्थाने ककारः आगच्छति पृक् योगः से आदेशप्रत्ययोः इति सूत्रेण सकारस्य स्थाने मूर्धन्यषकारः आगच्छति पृक् योगः षे पृक् षे इति रूपं सम्यक् अग्रिमं दुः दुः योगः सि प्रथमं पुगन्तलघुपदस्य च इति सूत्रेण दुः इति उकारस्य स्थाने गुणः भवति जोः इति दो योगः सि अनन्तरं दादेर्धातुर्गः इति सूत्रेण हकारस्य स्थाने दकारादि प्रत्यय अस्ति हकारस्य स्थाने घकारः आदेशः भवति इति दोघ् योगः सि अत्र बष् भावः अस्ति दोग् एकाचो बशु बष् चषन्तस्य इति सूत्रेण धकारस्य स्थाने धकारः आगच्छति धोध् धोग् धोग् इति रूपं धोग् योगः सि अनन्तरम् आदेशप्रत्ययोः इङ्कोः सकारस्य स्थाने मूर्धन्यषकारः आगच्छति धोग् योगः षि अनन्तरं खरिच इति सूत्रेण घकारस्य स्थाने चत्वादेशः ककारः आगच्छति धोक् योगः षि रूपं भवति धोक्षि सम्यक् भगिनि धोक्षि तत्र संस्थिति धातुः कृतवन्तः किल तत्र पद तत्र संयोगः अस्ति सकारतकारयोः तत्तु करणीयमेव किल स्कोः संयोगाद्योरन्ते च तत्र कथम् आगच्छति इदानीम् उषा भगिनी वदति वा पुनः आं भगिनि संस्थियोगः सि स्कोः संयोगाद्यरोन्ते च इति सूत्रेण सकारतकारसंयोगे सकारः लोपः भवति संत् योगः सि देन् संत् सि Oh, then takara, takara, yeah, then that would be yaro anunasike, anunasiko va. No, anuswarase. Yayi parasavarnaha takara is yayi. So this is yayi, then so santasi. Santi. Santi. Yeah. प्रायः अहं चिन्तयामि तत्तु संस्थिति वा किमपि भवतु मूले संस्थिति धातुः अर्थः कः इति न जानामि अत्र न संस्थिति भवेत् शकारः तदेव उत्तरं तादृशं किमपि भवेत् महोदय अत्र संस्थितिरूपं तु साधु तत्र औपदेशिकरूपं नास्ति किमर्थम् इत्युक्ते संस्थिति अत्र न आगच्छति एव तस्मिन् अस्य अर्थः कः इति पश्यामि अनन्तरं पश्यामि अत्र स्लीप् इति अस्ति भगिनि षष्टि इति अस्ति स्वप्ने अतः अदादिकणि धातु अस्ति संस्थि सन्ति सन्ति अपि भवति आमां सः सः इति भवति वदामश्चेत् क्रियापदमस्ति भिन्नमस्ति प्रथमपुरुषे एकवचनमस्ति सर्वे जनाः सः सन्ति इति भवति चेत् समीचीनमेव मूलरूपं भगिनि संस्ति इति इदित् धातुः संस्ति इति भवति सम्यक् अस्तु श्रीवल्लि भगिनी उक्तवती किल भगिनी अत्र कार्यं किं सम्यक्तया वदति चेत् संस्कृति इत्यत्र वा कोः संयोगाद्योरन्ते च कोः संयोगाद्योरन्ते च इत्यनेन सकारलोपः संत् योगः सि अनुस्वारस्य क्षम्यतां करीच इति प्रसक्तिः अस्ति तत्र परिवर्तनं किमपि न भवति अनुस्वारस्य ई परसवर्णः इत्यनेन अनुस्वारस्य स्थाने नकारः अतः संसि इति भवति नकार नकार सकारः भवत्याः एव क्रमः भगिनि निञ्ज् योगः से निञ्ज् योगः से निञ्ज् योगः से चोकुः इति सूत्रेण निङ् इति तृतीयवर्णः आगच्छति निङ् योगः से अनन्तरम् आदेशप्रत्ययोगः इति सूत्रेण शे भवति अनन्तरं नच्च पदान्तस्य जलि इति सूत्रेण अनुस्वारः भवति गकारः अस्ति तत्स्थाने खरिच इति सूत्रेण निङ्क् योगः शे मूर्धन्यशकारः आगच्छति अनन्तरम् अनुस्वारस्य यै परसवर्णे इति सूत्रेण निङ्क्षे इति भवति ककारस्य स्थाने अन्तिमपञ्चमवर्णः आगच्छति निङ्क्षे इति भवति सम्यक् अग्रिम अधयोगः आद्ययोगः सि आद्ययोगः सि खरिच इति सूत्रेण तकारः आगच्छति अत्सि एव भवति तादृशमेव अत्र कार्यम् सम्यक् धन्यवादः भगिनि कस्य क्रमः इदानीं मम क्रमः महोदय अद्ययोग सि खलु तद् खलु तद् अभवत् वश्योगः सि वश्योग सि वश्योग सि यत्र चशांशः इत्यनेन वश्योग सि इति भवति वश्योगसि इदानीं षडोकः सि इदानीं तत् षकारः भवति सकारस्य ककारः भवति वक्योग सि इदानीं सकारस्य आदेशपत्रे इत्यनेन षत्वं वक्षि वक्षि इति रूपम् प्रथमसूत्रं वट् भगिनि वच्योग चशांशः ऐ वास् वण्डरिङ्ग् ओके तत्र शकारस्य शकारः भवति किल अतः चशांशः इति अन्तिम अन्तिम अन्तिम कार्यं करोति चक्ष्योगस्य चक्ष् इदानीम् अत्र ककारषकारः अस्ति अस्तु ककारषकारः अस्ति चक्ष् चक्ष्युगस्य इदानीं षकारस्य षडोकः सीत्रेण ककारः भवति तस्मात् पूर्वमेकं कार्यमस्ति एकवारं एतदेव खलु भगिनि सम्यक् तदेव ओ तत्र मूले सकारः आसीत् वा अत्र ककारः किल क्ष इति तत्र संयुक्तवर्णः खलु आमां तर्हि न चक्षकारस्य लोपः आं ककारस्य लोपः भवति क्षम्यताम् अत्र अनन्तरं तर्हि चष्य चक्षे चक्षे इति भवति अनन्तरं चष् इति भवति खलु षडोकः सीतनेन अनन्तरं सकारस्य षत्वं चक्षे इति चक्षे इति समीचीनं धन्यवादः महोदय सकारस्य स्थाने षडोकः इति सूत्रेण षष् भवति अनन्तरं आदेशप्रत्ययोः इति सूत्रेण चक्षे इति भवति चक्षे आं सत्यम् उषा भगिनि आं भगिनि बहु सुलभम् आसे या तदेव भगिनी उक्तवती किल आस् इति आं भगिनि आस् इति किम् उक्तवती क्षम्यताम् अहं विस्मृतवती आस् इति आत्मनेपदी एव किल आस् योगः से भगिनि या विजयभगिनी किम् उक्तवती आस् इति किमपि सास् सास् योगः सि अस्ति खलु भगिनि एतत् आत्मनेपदी सास् योगः से एव आगन्तव्यम् इति आस् इति नास्ति वा आस् आस् विषये किमपि नास्ति वा सुलभम् इति लघु कार्यमस्ति ओ लघु अस्तु अस्तु समीचीनम् इति शास् इति आत्मनेपदी अपि अस्ति परस्मैपदी अपि धातुद्वयं धातुद्वयम् अस्ति शास् इति समीचीनम् अत्र मया दृष्टं शास् इति यत्र यत्र अस्ति तत्र आङ्ग् इति शास् अनुशिष्टौ इति अर्थे पश्यतु अदादिगणीयधातुः तत्र सि इति अपि अस्ति अन्यद् धातुः शास् योगः से इति अस्ति भिन्नभिन्नधातुद्वयम् अस्ति समीचीनं आम् उषा भगिनी अग्रिमं कसि करोति वा कसि योगः से से आत्मनेपति कसि कसि कसि कसि इति तु मूलधाते इति तु नुं धातोः ओके इति तु नुं धातोः देन् नुम् आगमः भवति देन् कंसि कंसि कंसि भगिनि कंसियोगः से अनन्तरं नश्चापदान्तस्य तस्य जलि ओके देन् देन् कंसि योगः कंसि से कंसस्य कंसिसे नास्ति भगिनि कसि कस् इति तु इत् इकारः इत् अस्ति ओ इकारः इत् ओके ओके ऐ डिन्ट् अण्डर्स्टाण्ड् देट् ओके कस् ओके इतो ऐ थाट् नुम् आगमः भगिनि देन् देन् कन्स् अण्ड् देन् या कन्स् कन्स् योगः से कन्स् योगः से अण्ड् देन् यु सेड् what is that nashtapadant nashtapadantasya jali सो सकारः जलि, सो नकारः बिकम्स् देन् कम्स् से. ओके, तावदेव कार्यं. किं ससे कंससे कंससे कंससे. ओके, तावदेव. योगः सि सि इति शाश् सि भगिनि सार्वधातुकम् अपित् रूपं भवति शास्सि. अग्रिमं दिह् दिह् योगः सि प्रथमं पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भवति देह् प्लस् सि. अनन्तरं दकारादिधातुः दावे धातुर्गः हकारस्य स्थाने देख् भवति देख् योगः सि. अत्र एकाचो बशो बश् जिष्यन्तः भवति धेक् योगः सि. अनन्तरम् आदेशप्रत्ययोः सकारस्य स्थाने मूर्धनिषकारः आगच्छति धेक् योगः षि. अनन्तरं खरिच इति सूत्रेण ककारस्य स्थाने ककारः आगच्छति धेक् योगः षि धेक्षि इति रूपं. धन्यवादः विजया भगिनि. अग्रिमं धृति. आं भगिनि, तत्र अन्त्य च ऋति कथं भवति? वच् योगः स्यति, तत्र वच् योगः चोहकुः इति सूत्रेण वक् योगः स्यति भवति. अनन्तरम् आदेशप्रतियोः इति सूत्रेण वक्ष्यति इति भवति. अनन्तरं शास् शास् योगः स्यति धातुः नितिम् आङ् इति मया अत्र आयोगः आ इति आगच्छति भगिनि पूर्वकम् इति नित्यम् आङ् भवति. रूपाणि अपि तादृशमेव आयोगः शास् योगः स्यते आसास्यते इति भवति. वर्णमेलनमेव अत्र तत्र स्यति इति यद् अस्ति तत्तु सार्वधातुकः वा आर्धधातुकः वा? तत्र सार्वधातुक एव खलु? न न न, आर्धधातुक एव. आर्धधातुक स्या इति आगच्छति खलु भगिनि? तत्र इड् भवति किल, इडागमः सार्धधातुकस्य इड् वलादेः इकारः आगच्छति. अनन्तरं चास् योगः ई योगः स्यति शास्यति. इदानीं तत्र षत्वं भवति वा? इन्कोः इति अस्ति न आगच्छति खलु भगिनि? तत्र यदा इकारः अस्ति किल, अतः शासिष्यति इति भवति. पठिष्यति इति कथम् आगच्छति? तत्रापि स्यति एव अस्ति किल. इन् कोः इन् प्रत्याहारस्य वर्णः इति कृत्वा एव पठिष्यति इति भवति किल. लेखिष्यति शासिष्यति. सम्यक्. अतः नूतनचिन्तनम् अत्र आर्धधातुकस्य इड् वलादेः इत्यनेन इड् आगमः भवति. सम्यक्. महोदय करोति वा अन्तिमद्वयं? भगिनि, द कसि धातु, हौ डिड् यु फैण्ड् औट् दट् दिस् इस् लैक् इति तोनुं धातोः दट् इस् इट्स् मूलधातुः इति वा? मूले अथवा तत्र इकारः लोपं कृत्वा दीयते भगिनि. अन्यत्र सर्वत्र धन्यवादः. आम् आं महोदय, अन्तिमद्वयम् नास्ति वा महोदय? अस्तु अस्ति वा महोदय? संस्त योग सति अत्र सति इति अस्ति, अत्र इडागमः भवति. संस्त योग इत्यपि अत्र आदेशपथ्य इत्यनेन एव कार्यम् अस्ति. संसिष्यति इति भवति तावदेव तावदेव कार्यं तत्र संसिष्यति. अग्रे मघि मघि मघि खलु इति मघि इति धातु अस्ति मा मघि इति अत्र नुगा इति धातु अस्ति अतः चिन्तयामि नुमागमः अभवत् घकार घकार अस्ति अतः अत्र नश्च पतञ्जलि इत्यनेन अनुस्वार अनुस्वारस्य परस्वरमित्यनेन नकारः मा मङ् योगसि मा मङ् योगसि अत्र आदेशप्रति इत्यनेन मा मङ्क्षि मा मङ्क्षि इति भवति घकार अस्ति खलु घकारस्य ओ अस्तु ककार ककार भवति खलु खरिच इत्यनेन आमां खकार अनन्तरं सारि ककार भवति खलु भगिनि प्रथमम् एव भवति खलु भगिनि सूत्रसङ्ख्या द्रष्टव्या भगिनि आदेशप्रत्ययोः एव प्रथमं भवति अतः अनुस्वार क्षम्यताम् आदेशप्रत्ययोः प्रथमम् अनन्तरं सम्यक् अस्तु अतः अद्य अत्र समापयामः. केवलं यङ्ग् लुक् एव अवशिष्टः तद् समापयित्वा अग्रिमसप्ताहे तृतीयपाठं प्रति गच्छामः. अस्तु वा अस्तु धन्यवादः. एतत् यदा सम्पूर्णं सन्धिकार्यं पठेम तत्र एतानि सूत्राणि वयं सूत्राणि पठितवन्तः भगिनि. एतत् कार्यं यङ्ग् लुकि किमर्थं करणीयं भगिनि तादृशमेव वा यङ्ग् लुक् रूपं कथम् आगच्छति इति पृच्छति वा? एतत् विषये यङ्ग् लुकि एव कार्यं करोति वा एतत् आमामाम् एतद् आम् अस्य मामङ्ग् योगः अस्ति तत्र आम् प्रक्रिया बहूनि सन्ति परन्तु इदानीं वयं हल् सन्धिविषये एव पठामः. मामङ्ग् इति रूपं कथम् आगच्छति सर्वं यङ्ग् लुक् वर्गे पठामः. परन्तु एतत् पूर्वं यदा वयं दृष्टम् एतत् अदादिगणीयधातुः इव करणीयं खलु? आमामाम् आं समानकार्यमेव आम् आमाम् अस्तु भवत् तदेव धन्यवादः भगिनि. सारी भगिनि एव्रिबडि सीम्स् बि दे आल् सीम् टु बि वेरि कम्फर्टबल् वयं सर्वे मिलित्वा एव पठामः भगिनि. ओके okay.